नमस्सर्वेभ्यं समासचिन्तनवर्गे सर्वेषां स्वागतं। तत्पुरुषसमाससूत्राणि गीताञ्जलि भगिनी पठति वा? पठामि महोदय। पठतु भगिनी। तत्पुरुषाधिकारः। तत्पुरुषः द्विगुश्च द्वितीयाश्रितातीतपतितगत्यास्तप्राप्तापन्नैः स्वयं तेन खट्वाक्षेपे सामी कालाः अत्यन्तसंयोगे च तृतीयात् तत्कृतार्थेन गुणवचनेन पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः कर्तृकर्णे कृता बहुलं कृत्यैरधिकार्थवचने अनेन व्यञ्जनम् अन्नेन व्यञ्जनम् भक्ष्येण मिश्रीकरणम् चतुर्थी तदार्थबलिहितसुखरक्षितैः पञ्चमी भयेन अपेतापोढमुक्तपतितापत्रस्तैरल्पशः स्तोकान्तिकदूरार्थकृच्छ्राणि तेन सप्तमी शौण्डैः सिद्धशुष्कपक्वबन्धैश्च ध्वाङ्क्षेण क्षेपे कृत्यैरणे संज्ञायां तेनाहोरात्रावयवाः तत्र क्षेपे पात्रे समितादयश्च पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन दिक्सङ्ख्ये संज्ञायां तद्वितार्थोत्तरपदसमाहारे रे च सङ्ख्यापूर्वो द्विगुः कुत्सितानि कुत् नैः पापाणके कुत्सितैः उपमानानि सामान्यवचनैः उपमितं व्याघ्रादिभिः समानान्यप्रयोगे क्षम्यतां महोदय। उपमानानि सामान्यवचनैः उपमितं व्याघ्रादिभिः सामान्याप्रयोगे विशेषणविशेष्येण बहुलं पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च क्षेण्यादयः कृताभिः तेन नैविशिष्टेनानै सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः वृन्दारकनागकुञ्जरैः पूज्यमानं कतरकतमो जाति परिप्रश्ने किं क्षेपे कोटा युवतिशोककतिपयवृष्टिधेनुवशावेहद्वष्कयणी प्रवृत्र श्रोत्रियाध्यापकधूर्तैर्जातिः प्रशंसावचनैश्च युवा खलति पलितवलिन जरतीभिः कृत्यतुल्याख्या अजात्या वर्णो वर्णेन कुमारः श्रमणादिभिः चतुष्पादो गर्भिण्या मयूरव्यंसकादयश्च द्वितीयपाठे द्वितीयपादः पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे अर्धं नपुंसकं द्वितीयतृतीयचतुर्थतुर्याण्यतरस्यां प्राप्तापन्ने च द्वितीयया कालाः परिमाणिना नै ईषद्कृता षष्टी याजकादिभिश्च न निर्धारणे पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन तेन च पूजायाम् अधिकरणवाचिना च कर्मणि च त्रजकाभ्यां कर्तरी च नित्यं क्रीडाजीविकयोः कुगतिप्रादयः उपपदमतिं अमैवाव्ययेन तृतीया प्रभृतिन्यन्यतरस्यां त्वा च धन्यवादः भगिनि. उषा उमा भगिनी समासान्तसूत्राणि पठामि. सत्पुरुषस्याङ्गुलेः सङ्ख्यायादेः अहस्सर्वैकदेशसङ्ख्यातपुण्याश्च रात्रेः अह्नोन्नयेतेभ्यः न सङ्ख्यादेः समाहारे उत्तमैकाभ्याञ्च राजाहस्तखिभ्यश्च घोरतद्वितलुकी अग्राख्याया पुरषः अनोक्ष्माय सरसां जातिसंज्ञयोः ग्रामकौटाभ्यां च तक्ष्णः अतेष्णः उपमानाद् अप्राणिषु उत्तरमृग पूर्वाच्च तक्ष्णः नागोदिगोः अर्गाच्च कार्याः प्राचां द्वित्रिभ्यामञ्जलेः अनसन्तान्नपुंसका छन्दसि ब्रह्मणो जानपदाख्यायां कुमहज्ञामन्यतरस्याम्. धन्यवादः भगिनि. अधुना विद्याभगिनी नूतनसूत्राणि योजितमस्ति इति कृत्वा तेनाहोरात्रावयवः इति सूत्रस्य प्रक्रियाम् एकवारं पठित्वा नूतनसूत्राणि अपि पश्याम. तत्र प्रक्रिया सूत्राणि तत्पूर्वम् अस्ति प्रक्रिया यत् पूर्वं गतवर्गे अपि पठितमस्ति तदेव एकवारं पुनरावर्तनं कुर्मः. शर्मिला भगिनी पठति वा? पठामि महोदय. अपरं रात्रेः अपररात्रः अलौकिकविग्रहः अपरयोगस्सु रात्रिङस् अत्र पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे इति सूत्रेण एकदेशिसमासः भवति. अपररात्रि अहं तत् सूत्रं न जानामि, परन्तु सूत्रेण समासः भवति इति तत्र समासविधायकसूत्रम्. अधुना हस्सर्वैकदेशसङ्ख्यातपुण्याच्च रात्रेः इति सूत्रेण यस्य तत्पुरुषसमासस्य पूर्वपदम् एकदेशवाचकः शब्दः अस्ति तथा च उत्तरपदं रात्रि इति शब्दः अस्ति तस्मात् अच् इति समासान्तप्रत्ययः भवति अस्माकं प्रकृतोदाहरणे पूर्वपदम् अपरम् इति एकदेशवाचकपदम् रात्रिः इति शब्दः उत्तरपदे अस्ति इति कृत्वा समासान्तः अच् प्रत्ययः विधीयते अपररात्रि योगः अच् अपररात्रि योगः अ अधुना यचिभम् इत्यनेन अपररात्रि इत्यस्य भ संज्ञा भवति अच् इति अजादिप्रत्यये परे यस्येति च इत्यनेन भसंज्ञकस्याङ्गस्य अवर्णस्य ईवर्णस्य च इकारे परे तद्धितप्रत्यये परे च लोपः भवति अपररात्रि इत्यस्य इकारस्य लोपः भवति अपररात्र योगः अपररात्र इति भवति अत्र अपररात्रि इति एकदेशिसमासः भवति पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे इति सूत्रेण एकदेश इत्युक्ते किं महोदय एक अधिकरणम् एक अधिकरणस्य एकदेशम् इत्युक्ते एकभाग अवय अवयवरूपेण एकदेशम् एकाधिकरणम् इत्युक्ते एकम् अधिकरणं यत्र भागः अस्ति यस्मिन् भागः अस्ति भागाः सन्ति तस्य एकभागं तस्य एकभागं सूचीकर्तुम् एकदेशी इति वदति यदि यदि रात्रि इति स्वीक्रियते चेत् रात्रिभागं कृत्वा अनेकभागाः कर्तुं शक्यते तस्य एकभागम् एकदेशी भवति अधिकरणं भवति रात्रि सम्पूर्णरात्रि सम्पूर्णरात्रि अस्तु अपि च तत्र अपररात्रि इति समस्तपदे अहस्सर्वैकदेशसङ्ख्यात् पुण्याच्च रात्रेः इति सूत्रेण यदा एकदेशी संज्ञकवाचकं पदं पूर्वपदम् अस्ति अपि च रात्रि इति उत्तरपदम् अस्ति तत्र अच् प्रत्यय विधीयते अतः अपररात्रि योगः अच् इति भवति अच् इति अजादिप्रत्ययः अस्ति अतः यचिभम् इत्यनेन अपररात्रि इति शब्दसमूहस्य संज्ञा भवति पुनः यस्येति च इति सूत्रेण इकारात् परे तद्धितप्रत्ययः अस्ति इति कारणेन इकारस्य लोपः भवति अतः अपररात्र इति भवति समीचीनं भगिनि अत्र अपरम् इति पूर्व अपर उत्तर एक अस्मिन् अपर इति भागं दर्शितमस्ति सूत्रे एव अस्ति तत् प्रथमनिर्दिष्टमस्ति पूर्वं परम् अदरम् उत्तरम् इति कृत्वा पूर्व निपादं भवति पूर्वदे पूर्वापरोदरोत्तरम् एकदेशिनै एकाधिकरणे इति सूत्रे तति तत्र अच् इति तद्धितप्रत्यये विधीयते तत् सूत्रं केन सूत्रेण विधीयते तद्धितसमासान्तसूत्राणि अस्ति तद्धितसमाससूत्रे किं वदति समर्थानां पदात् वा इति अधिकरणमस्ति तद्धितान्तप्रक्रियायां तत्र अच् प्रत्ययं तत्र एव योजितुं शक्यते समर्थपदानां योजनात् एकपदं भवति तदनन्तरमेव अच् प्रत्ययं विधीयते इति कृत्वा अपरयोगरात्रि इति सन्धिं कृत्वा एव अच् भवति तत्कारणतः यचिबम् इति सूत्रस्य प्रसक्तिः आयाति असर्वनामस्थानं प्रत्ययमस्ति कृत्वा यचिबम् इति तस्य यचिबम् आयाति तत्र टेः लोपः भवति टे इत्युक्ते अन्तिम अच्वर्णात् परं किमपि अस्ति तस्य सम्पूर्णस्य टे भव संज्ञा भवति. टेः लोपः भवति इति एकं विषयं, किन्तु अत्र टेः लोपः नास्ति. अजेचिपम् इति भा संज्ञा भूत्वा यस्येति च इति अन्यसूत्रं किं भवति, अजादिप्रत्यये अजादि इत्यनेन भासंज्ञकस्य अङ्गस्य अवर्ण इवर्ण दीर्घ इकारे परे यदि तद्धितप्रत्ययः योजयति चेत् तत्र अकार इकार ईकारस्य लोपः भवति. यत्र रात्रि इति ईकारम् अस्ति कृत्वा तस्य लोपः भवति इति. तदनन्तरम् अच् इत्यस्य अकारयोजनेन ईकारस्थाने ईकारं लोपः भवति. तदनन्तरम् अकारस्य योजनेन अपररात्र इति नूतनप्रातिपदिकं सिद्ध्यति. तदेव तत्र एकम् अपवादसूत्रस्य उल्लेखः अस्ति, तदपि पठतु भगिनि. पर्वल्लिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रेण तत्पुरुषसमासे द्वन्द्वसमासे च उत्तरपदस्य अनुसारं लिङ्गविधानं भवति. परन्तु अत्र रात्राह्नाह्नाः पुंसि इति सूत्रं परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रं प्रबाध्य समासस्य पुनः पुल्लिङ्गविधानं क्रियते. रात्राह्नाह्नाः पुंसि इति सूत्रेण समासस्य उत्तरपदं रात्रिः अहन् अह च अस्ति चेत् समासः पुल्लिङ्गे भवति. अपरात्रः अपररात्रः इति प्रातिपदकात् सुप्रत्ययस्य विधानानन्तरम् अपररात्रः इति समासः सिद्ध्यति. अत्र परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रेण अपररात्रि अत्र स्त्रीलिङ्गं भवेत् वा स्त्रीलिङ्गं भवेत्, परन्तु रात्राह्नाः पुंसि इति सूत्रं तस्य तस्य बाधकसूत्रम् अस्ति. तत्र पुनः पुल्लिङ्गविधानं भवति. सूत्रानुसारेण तु यदा रात्र अहन् अह इति समासे उत्तरपदे अस्ति चेत् समासस्य पुल्लिङ्गं भवति. अतः अपररात्र अत्र रात्रि इति शब्दः पर शब्दः अस्ति इति कारणात् तत्र पुल्लिङ्ग लिङ्गविधानं समये लिङ्गनिर्णयसमये तत्र पुल्लिङ्गम् इति भवति. अतः अपररात्रः इति समासः सिद्ध्यति. साधारणतया परवल्लिङ्गं तत्पुरुषयो इति सूत्र एव स्वीक्रियते उत्सर्गसूत्ररूपेण. तत्र किं वदति इति द्वन्द्व एवं सत्पुरुषसमासयोः सम्पूर्णप्रातिपदिकस्य लिङ्गं भवति पर्वत् भवति. उत्तरपदस्य उत्तरपदस्य शब् लिङ्गं किमस्ति तदेव आयाति समस्तपदस्य. किन्तु अत्र परसूत्रमस्ति एवम् अपवादसूत्रमपि अस्ति, रात्राहनः स्पुंसि इति. तत् सूत्रं किं वदति, यदि उत्तरपदं रात्रि अहन् एवम् अह अस्ति चेत् तत्र रात्रि इति स्त्रीलिङ्गमस्ति, अहन् इति नपुंसकलिङ्गमस्ति, अह इति पुल्लिङ्गमस्ति. तत्र तेषु तत्र तीनं त्रयाम् अवस्थायां पुल्लिङ्गं विधानं भवति परवल्लिङ्गं अपवादरूपेण इति कृत्वा स्त्री भवतु वा पुल्लिङ्गं नमस्त्रीलिङ्गं भवतु वा तत्र पुल्लिङ्गम् एव स्वीकरणीयम् इति कृत्वा तत्र पुल्लिङ्गस्य प्रत्ययानां विधानं भवति. अपररात्रा इति प्रातिपदिकस्य सुयोजनेन अपररात्रा योग विसर्ग अपररात्रः इति अन्तिमरूपं सिद्धं भवति इति प्रक्रिया दर्शितमस्ति. अधुना सूत्राणि किम् इति एकवारं पुनरावरणं कृतं. नूतनसूत्रम् अपि अस्ति अस्मिन् परिच्छेदे. धन्यवादः. उमा भगिनी उषा भगिनी पठति वा? आम् महोदय. पूर्वापरा धरोतरम् एकदेशिनैकाधिकरणे पूर्व अपर अधर उत्तर इत्येते समर्थाः सुबन्ताः एकत्वसङ्ख्याविशिष्टेन अवयववाचिना सुबन्तेन सह विकल्पेन समस्यन्ते तत्पुरुषश्च समासः भवति एकत्वसङ्ख्याविशिष्टेन अवयववाचिना सुबन्तेन ओके एकत्वसङ्ख्याविशिष्टेन अवयववाचिना सुबन्तेन सह विकल्पेन समस्यन्ते तत्पुरुषश्च समासः भवति एकत्वसङ्ख्याविशिष्टेन अवयविना सह पूर्वादयः समस्यन्ते एतत् सूत्रं षष्टितत्पुरुषसमासस्य अपवादः एकदेशः इति शब्दः अवयवार्थे अस्ति एकदेशः इति शब्दः अवयवार्थे अस्ति एकदेशी अवयवी शब्दः एकदेशी शब्दः समुदायार्थे अस्ति पूर्वं च परं च अधरं च उत्तरं च तेषां समाहारद्वन्द्वः पूर्वापराधरोत्तरम् एकदेशः अस्य अस्ति इति एकदेशी तेन एकदेशिना एकं च तत् अधिकरणम् एकाधिकरणं तस्मिन् कर्मधारयः सुभामन्त्रिते पराङ्गवत् स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति प्राक्कडारात् समासः इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः सः सुपा इत्यस्य अधिकारः विभाषा इत्यस्य अधिकारः तत्पुरुषः इत्यस्य अधिकारः अनुवृत्तिचैतसूत्रं पूर्वापराधरोतरं सुप् एकदेशिना सुपासः एकाधिकरणे विभाषा तत्पुरुषः समासः सूत्रमस्ति पूर्वापराधरोतरम् एकदेशिनैकाधिकरणे पूर्व अपर अधर उत्तर इत्येते समर्थाः सुबन्ताः स्वपूर्वापराधरोतरं सुप् ओके एकत्वसङ्ख्याविशिष्टेन अवयववाचिना सुबन्तेन सह विकल्पेन समस्यन्ते एकदेशिना सुपासः एकाधिकरणे पूर्वापराधरोतरम् इत्येते सुबन्ताः एकदेशी इति अवयवी शब्दः एकाधिकरणं सूचयति पूर्वापराधरोतरं सुबन्ताः एकदेशीसूचयपदेन तत्पुरुषसमासः भवति विभाषा इति अधिकारः सो अत्र भगिनि पूर्व अपर अधर उत्तर इति चत्वारि पदानि सन्ति सुबन्तानां तेषाम् एकदेशिनारूपेण एकाधिकरणविषये आयाति चेत् तत्र समस्थनं कर्तुं शक्यते पूर्वपर अतर उत्तरं सुबन्धम् एकदेशिना विपक्षायाम् एकाधिकरणस्य सह एकाधिकरणेन सह समसनं कृत्वा तत्पुरुषसमासः भवति तदेव तस्य तस्य पूर्वं परम् अतरम् उत्तरम् इति एकदेशिनं अवश्यं भवेत् अधिकरणस्य एकदेशिनत्वं तस्मिन् अस्ति चेदेव समसनं कर्तुं शक्यते पूर्वरात्रि अधिकरणस्य एकदेशिनत्वं दर्शयितुं अस्ति चेदेव तत्र समासः भवति सः भवति आम् महोदय महोदय केवलं पृच्छतु भगिनि क्षम्यतां महोदय सरलमेव मम प्रश्नः किन्तु भ्रमः जातः तत्र पूर्व अपर अधर उत्तर इति अवयवाः सन्ति, किन्तु एकम् इत्युक्ते एकवचन अवयवाः इति एव न महोदय? न भगिनि, पूर्व अपर अपर अत्तर चत्वारि पदानि कुत्रापि योजितुं शक्यते, किन्तु एक अधिकरणस्य अवयवरूपं दर्शयति चेत् तत् सुबन्धं तत् एकदेशिना इति तस्य अवयवीना अवयवरूपत्वं सिद्ध्यति. इट् बिकम्स् ए पार्ट् आफ् द सब्स्ट्राटम् विच् इस् बीङ्ग् डिफैन्ड्. But if it is not being defined as part of a avayava, I mean the samuha, then this samasa cannot apply. For example, if you say that purva ratrehe purvam means ratri is having purvam, madhyam, aparam and uttaram, all those things are there in one whole night, which you can divide night into these four parts. So the word aparam in when used in the context of referring to that aspect of night, then it becomes the adhikaranam ratri is of the of that, it becomes a part, so part of the total. That therefore the avayavi avayava bhavam bhavati. So there avayavi or the substratum is called ekadhikaranam, and what is as part which is being shown as part of the substratum or the adhikaranam, then that gives ekadeshi. Adhikaranasya ekadeshitvam darshayati aparam iti shabdam. अवगतं वा? अत्र एकदेशी इस् अवयवी, वेरस् न एकदेशी इस् अवयव, एक अधिकरण एकदेशी इस् एन अवयव न अवयवी महोदय, एकदेशी इस् एकदेशी इस् अवयवी, एकदेशः इति अवयवः, अत्र एकदेशः इति शब्दः अवयवार्थे, एकदेशः एकदेशी इस् अवयवशब्दः, अवयवी शब्दः, अवयवी शब्दः समुदाय इति समुदायार्थ. So what is the difference between these two? I don't understand why this is given now ekadeshi saranti, and what is the now purva para ashmiya. See, suppose if there are many ekadeshas, like purva is one ekadesha, apara is another ekadesha, adhara is ekadesha, uttara is another ekadesha. If you add all the four together, then you get the ekadeshi avayavi shabdam. The ratri has four quarters. The first quarter, second quarter, third quarter, fourth quarter put together become the whole night. Right? Yes, right. So if you are referring to one of the four quarters of the total four, of the total of the four, then you becomes part and the total. The relationship between them is part and total. Yeah, exactly. That is where you can make this samasa. Ekadeshi samasa. सो पूर्व अपर अधर उत्तरं सुबन्धम् एकदेशिना सुपासः एकाधिकरणत्वविषये तत्पुरुषसमासः भवति विभाषा इति व्यस्तप्रयोगमपि बहुधमर्हति. उदाहरणं पश्यतु भगिनि. महोदय तत्र पूर्व अपर अधर उत्तर इति क्रमशः इति एव रात्रौ क्रमशः इति नास्ति, अवयवरूपेण एव दत्तमस्ति. न किन्तु अर्थः कः इत्युक्ते पूर्व फर्स्ट् सेकेण्ड् थर्ड् फोर्त् एव क्रमशः अपर इत्युक्ते सेकेण्ड् पार्ट् अधर इत्युक्ते थर्ड् पार्ट् उत्तर इत्युक्ते फोर्त् पार्ट् वा तत्र न तदा न जानामि किन्तु तत्र अस्ति इति न वक्तुं शक्यते. अपररात्रः इत्युक्ते किं कस्य भागः अपररात्र लेट् मी चेक् ऐ सी हियर् इस् नियर् अपर इस् नियर् पूर्व इस् फ्रण्ट् अपर इस् नियर् अधर इस् लोवर् एण्ड् उत्तर इस् अपर् So lower so and not upper. For, it's not but for Ratri, it's for the Khayam. So it won't join up the Ratri Shabda, no? No, upper is near the Ratri time, very close to the Ratri time. See, the meaning for upper is posterior, later, latter, opposed to Purva. Purva and upper are the... Early morning, maybe fourth quarter, early morning time. Yeah. And adhara Purva and Apara are opposite to each other. First Purva and last. Apara. First and last. Purva means posterior and anterior, like that. Adhara ityukte second or, part, Uttara ityukte third part, Apara ityukte fourth part, iteva. But we do not know exactly what it was, because we can't absolutely say this is right. See, in the case of Adhara, it is only saying that it is either lower or inferior is the one meaning. If you are taking in the case of lower part of the body, if you are talking about the body, Adharam, you know, Adhara part, or when you talk about the night, it has to be not the Purva, but after the Purva. The deeper night. That's how yes. So the second part. Yeah, second part. Then Uttara must be that after that. Third, fourth, just before Apara. Before the... Yeah, just before Uttara, right. So Uttara and... Apara and Adhara will come in between. Adhara and Uttaram will come in the middle. Second and third. Purva will come first and Apara will come in the last. Atra Mahadeya, Ekadeshi has nothing to do with Vachana. Because in the other sutra, it had to do with the... Which sutra? There's only one sutra, no? Ekadeshina Ekadhikarane. But there, the part had to be one part. It took the Ekavachanam... अस्ति चेत् एव एकवचनम् इति कुत्रापि न उक्तं भगिनि. एकदेशः सूचयति चेत् अवयविना एकदेशं सूचयति चेत् अवयवी अवयवसम्बन्धं भवति. Becoming one with. Becoming a part of, that's what it means, Ekadeshi. Not becoming, it is the part of the total. To be a part of the total is Ekadeshi. Yeah, so to indicate that part which is part of a total, then normally speaking what should have happened is part of the total, so there should have been Shashti Tatpurusha, na? रात्रेः अपरभागम् राइट. सो वेन् यु मेक् षष्ठी तत्पुरुष समासः वाट् विल् हेपन् the ratri padam will come in the and in shashti is the sutra. Yeah, so prathama vibhaga pradamindam samasarjanam bhutva shashti will come in the front. So ratrehe tatra ratri will come in the purva padam. Aparam should have, will have to come in the second part. So it will become ratre ratra apaya apara, but that is a anishta rupam. सो अपवादरूपेण पूर्व अपरादरोत्तरमेकदेशीयकादिकरण इति समासस्ति दट् षष्टि अपवादसूत्ररूपेण देर् फोर् वाट् हेपन्स् हियर् पूर्व अपरादरोत्तरम् इति पूर्वपदम् एक प्रथमविभक्त्याम् अस्ति देर् फोर् इट् विल् कम् पूर्व उपसर्जनं भूत्वा पूर्वपदं सो अपरा विल् कम् इन् द फ्रण्ट् रात्रि विल् कम् इन् द सेकेण्ड् उत्तरपदम् and after the pratyaya lopana apara ratri iti avadi apara ratri then you get the linga vidhanam. Patatu bhagini. Yata yata purvam kayasya purvakayam aparam kayasya aparakayam adharam kayasya adharakayam uttaram kayasya उत्तरकायम् उदाहरणाः दत्तं कायस्य पूर्वकायम् इति समस्तपदे कायम् इति एकाधिकरण एकदेशीपदं कायम् इति पूर्ण पूर्ण अवयव एकाधिकरण एकाधिकरणपदं पूर्व इति पदम् अवयवपदम् एकदेशपदं कश्चन अंशः कश्चन भागः पूर्वकायम् अपरकायम् इति कायस्य कश्चन भागः सो भागः इति अत्र किं भागम् इति पूर्व अपर इति पदेन उच्यते कायम् इति एकाधिकरणपदं सो एक अंशपदम् एकभागपदं पूर्वशब्देन नाट् पूर्वशब्द पूर्णशब्देन लैक् पूर्ण एकाधिकरणशब्देन समस्यते पूर्वापराधरोतरम् एकदेशिनैकाधिकरणे इति सूत्रे एकदेशिना इत्यस्य प्रयोजनं किम् एकदेशी तत्पूर्वम् एकं प्रश्नम् अत्र सर्वत्र पूर्वकायम् अपरकायम् अधरकायम् उत्तरकायम् इति लिङ्गं किं भवति केन कारणेन लिङ्गं प्रायेण द्वन्द्वतत्पुरुष परवलिङ्गं द्वन्द्वतत्पुरुषयोः इत्यनेन उत्तरपदस्य लिङ्गं इति समस्तपदस्य लिङ्गं बट् कायम् इति नपुंसकलिङ्गं समस्तपदं नपुंसकलिङ्गं भवति बट् पूर् बट् वाट् डिड् वि डु ओ रात्रान् हा हा पुंसि इस् ओन्लि फोर् रात्रा अण्ड् हा अहन् रात्रा अहन् अण्ड् हा ओन्लि फोर् दट् देर् इस् एन् अपवाद आं महोदय सो अत्र नपुंसकलिङ्गमेव पूर्वकायम् अपरकायम् अधरकायम् उत्तरकायम् इति समस्तपदं सर्वाणि नपुंसकलिङ्गमेव ओके पूर्वापराधरोत्तरम् एकदेशिनैकाधिकरणे इति सूत्रे एकदेशिना इत्यस्य प्रयोजनं किम् एकदेशिना इति पदस्य प्रयोजनं यत् अवयविवाचकेन सुबन्तेन सह एव समासः भवति एकदेशिना इति पदस्य प्रयोजनं यत् अवयविवाचकेन सुबन्तेन सह एव समासः भवति सेण्टेन्स् डसन्ट् लुक् कम्प्लीट् महोदय एकदेशिना इति पदस्य प्रयोजनं यत् अवयविवाचकेन सुबन्तेन सह एकदेशिना किं दर्शयति एकदेशी किं सूचयति एकदेशी एकदेशी इति पदम् एकदेशी पदं सूचयति समग्रः समग्रः अवयवानां रूपेण अवयवी यदि एकदेशः इति उच्यते चेत् एकदेशिना एकदेशत्वं सूचयति अत्र एकदेशिना इति पदस्य प्रयोजनम् अस्ति अवयविवाचकेन सुबन्धेन सह एव समासः भवति इति महोदय अत्र टङ्कणदोषः अस्ति वा कायः तु मस्किल् पुल्लिङ्ग अस्ति काय नपुंसकलिङ्गम् अपि अस्ति नपुंसकलिङ्गम् अपि अस्ति इति विद्याभगिनी उक्तं किल विद्याभगिनी उक्तवती प्रश्न was asked in the class so she looked into the thing and said that there is both pullingam and napumsakalingam for kaya okay because the explanation in kashika everywhere it is aparatayah adharatayah only they are not using the napumsakalinga right but then she said that she looked into the I think dictionary and said that both the forms are available कायः कायं बौद्ध रूपं सर् अवेलेबल् राइट सो आई हैव द इंग्लिश ट्रांसलेशन ऑफ दिस इफ यू वांट मी टू रीड इट या प्लीज सर प्लीज रीड सुबंता वर्ड्स सजेस्ट पूर्व अवर अधर उत्तर स्टैंडिंग फॉर अ पार्ट एंड द पार्ट इज एकदेश आर कंपाउंडेड विद अ वर्ड स्टैंडिंग फॉर द होल इज कॉल्ड द एकदेशिन इन द सिक्स्थ केस सफिक्स when the whole is one substance ekadhikarana ekadravya purvam kayasya purvakayah the four part of the body aparam kayasya aparakaryah kayah etc so ekadesha is a part of the whole is called ekadeshina and because the part is of the whole substance the whole is one single substance it is ekadhikarana or ekadravya right यदि षष्ट्यन्तं पदम् अवयविवाचकं नास्ति तर्हि समासः न भवति ओके यदि षष्ट्यन्तं पदम् अवयविवाचकं नास्ति तर्हि समासः न भवति यथा पूर्वं नाभेः कायस्य इति वाक्यं कायसम्बन्धी यः नाभिः कायसम्बन्धी यः नाभिः तस्य अपेक्षया पूर्वभागः इत्यर्थः नाभेः इति षष्ट्यन्तं पदम् अस्ति परन्तु अवयवी नास्ति नाभेः इति षष्ट्यन्तं पदम् अस्ति परन्तु अवयवी नास्ति अपि तु अवयवः अतः पूर्वनाभिः इति समासः न भवति नाभेः पूर्वभागः नाभेः अवयवः नास्ति अपि तु शरीरस्य अवयवः इत्यतः अत्र पूर्वनाभिः इति समासः न भवति आं महोदय ओके यथा पूर्वं नाभेः कायस्य इति वाक्यम् अस्ति चेत् पूर्वं नाभि इति समस्तपदं न भवति यतोहि नाभेः इति कायस्य अवयववाचशब्दः कायम् इति एकदेश एकाधिकरण पूरण एकाधिकरणपदं सो नाभेः इति अवयवः अस्ति सो नाभेः पूर्वं नाभेः पूर्वनाभिः इति समस्तपदं न कर्तुं शक्यते महोदय तत्र अपि भ्रमः जातः मनसि इत्युक्ते नाभि इति तु सत्यं शरीरस्य भागः अवयवः किन्तु नाभेः भागाः अपि भवितुम् अर्हन्ति तत्र किमर्थं समासः न भवितुम् अर्हति महोदय तत्र पूर्वं पदम् अस्मिन् सूत्रान्तर्गतपूर्व अपराधर उत्तर तस्य उल्लेखः क्रियते चेत् तत्र नाभ नाभि इति एकदेश एकाधिकरणं नास्ति, एकदेशी एकाधिकरणं नास्ति, किन्तु नाभि इति तस्य अवयवरूपेण किमपि नास्ति, नाभि कायस्य अवयवः अस्ति. देन् यु केनाट् फर् यु डोण्ट् हाव् ए पूर्व अपर अदर उत्तर parts of the nabi itself. When you say purva of nabi, actually it is not an avayava, it is a portion front side of the nabi. Correct. It is not an avayava of the nabi. You are talking about an area in the front of the nabi area, therefore it is not an avayava of the nabi. Whereas nabi itself is an avayava when you compare to the kayam or the sharira. But the same way we distributed the night nine to the four parts, I mean, it's not like a separate part. It is part of the night, no? If you add the four parts of the night, first quarter, second quarter, third quarter, fourth quarter, you get the full night. Full night. Correct. Whereas you cannot add the front side of the nabi to the to the body, no? You cannot add to that body, no? If you say left, if you say left hand, right hand, left leg, right leg, you can add to the body. But not an area in front of the body, you cannot add to the body, no? No, the front part of the nabi is not in front of the nabi, it is the front part of the nabi. Bagini, I think it's only a discrete part that you can say. See, Bagini, you can have a purvam nabhehe as a samasta padam, purva nabha, which basically you are saying the nabhi is the full avayava, full part, and part of it, you are looking at the top part of the nabi. But you can't say top part of the body by referring to nabhi. Correct. So you can't say that above the nabhi is the purvakaya. So this is more or less like saying that nabhi is the middle point and above it is the purvakaya, below it is the adharakaya. So there the samasta padam will not happen because you are saying purvam nabhehe kayasya. The nabhi is part of the kaya. Uh-huh. You are saying purvam nabhehe. So you can't include a different part. So you can't say to the left of the left hand is the left part of the body. But if you are only referring to nabhi, not the kaya. Yeah, then that is fine. So you won't have kaya here, right? Then you will have nabhi in Shashti. Nabhe. So nabhe. Nabhe, purva nabha. Ha, tadeva. तद् भवितुम् अर्हति न तद् भवितुम् अर्हति बट् यू कांट तदेव मम प्रश्नः कायस्य केनॉट बी पूर्वकायस्य न तदेव मम प्रश्नः इत्युक्ते पूर्वनाभिः अपि समस्त पदं यू केनॉट फॉर्म व्हाई नॉट यस्त पदं नाभि महोदय से इट डजंट हैव डिस्क्रीट पार्ट्स नाभि डजंट हैव डिस्क्रीट पार्ट्स दैट यू कैन होल्ड व्हेयरस द काया इज लाइक द टोटल ऑफ डिस्क्रीट पार्ट्स hands, legs, face, in separate parts put together is the assembly. Here if you want to say that I want to pierce the top part of the nabhi, you have piercings now, right? So although they are not separate parts, I can say the purva nabhi. No, I think in what they mean is you cannot form the samasa, but you can form the vyasta prayoga. अत्र पूर्वनाभिः इति समस्तपदं न कर्तुं शक्नोति नाभे मेबि यू केन आस्क विद्या भगिनी टुडे इन क्लास आई डोंट लाइक आई कांट अटेंड नो आई थिंक लाइक व्हाट महोदय सेस इट्स नॉट यू कैन ओनली टेक डिस्क्रीट पार्ट्स एंड पुट टुगेदर ओनली देन यू कैन फॉर्म द समास नो यू कैन टेक द हीट बाय आस्किंग द क्वेश्चन या वी कैन आस्क Yeah. See, what I am, my understanding is that Nabi is part of the kaya. So if you are making a statement like purvam nabehe kayasya, in that word there are three parts which is very distinct: purvam, nabi and kayam. Sir, there the purvam padam, that word purvam, cannot become a samasa and it will be a vessa prayogam only. Purvam nabe kayasya, that has a meaning of its own, but it cannot be made a samasta padam. But if you are using, can you use one of the body parts as the whole? So it's like the same as your ear as well, right? There is a front, no, there is a back. I'm coming to that. Dalagatyam Pratyam, I am coming to that. But you can make Nabehe Kayasya Shashti Tatpurusha Samasas. Nabi ta Kayasya Nabi. Idi Shashti Tatpurusha Samasa Bhavitum Arhati. Now, Purvam Nabe, Nabe is as a, if you are taking Nabi as a Avayavi, which you want to take the four quarters of the Nabi. See, suppose if your belly part, you want to take the top of the belly, side, left side of the belly, right side of the belly, bottom side of the belly, then you can technically use this purva paravadaratam ekadesi ekadikarane. This sutram, you can use it and make a purva nabi. That purva nabi will be in the strilingam, that samasta padam, because nabi is in the strilingam. Therefore, purva nabi is samasa. But here, with the avayava as a kayasi, if the vivaksha is kayasya purvanabhi, then that will not make a samasta padam. See, the Lord is, read the last sentence, you will know what is the meaning. Usha Bhagini Patana, last sentence. Nabehe purvabhagaha, nabehe avayavaha nasti. Nabehe purvabhagaha, nabehe avayavaha nasti. Apitu sharirase avayavaha. इत्यतः अत्र पूर्वनाभिः इति समासः न भवति. What does it mean? नाभेः पूर्वभागः, नाभेः अवयवः, नाभेः अवयवः नास्ति महोदय. That I understand. नाभेः अवयवः. That is what I was telling. Yeah. The front portion of the nabi is not part not of the nabi. It's not a bhaga. The nabi, there is no purva bhagam of nabi which is available for you for this as part of the nabi itself. You can say that the top side, left side, right side, bottom side of the nabi as a this thing. There, if you are using purva, purva means in front. Otherwise, what you will have to say is adhara, uttara, dakshina. No, that four words we will have to use that. Vamata, dakshinata, uparata, adhavage. Or nabi is saying. Then the purva word itself will not be applicable there. Yeah, nabi is not a hole. So, atra it's not a hole itself. Yeah, it's not a hole by itself. So, we cannot form the compound. Because nabe, that, at least that's what I read in as the meaning. Avayavaha nasti, nabi. Nabe he avayavaha ye nasti. See, kayasi avayavaha nabe di krutva. But, Gitanjali's Bhagini's question is that, you know, Nabi, if I take as an adhikarana, ekadeshi, then can we have a purva apara adharata? I think Nabi is not adhikarana. That is, Nabi doesn't have an avayava. It is a whole. It is a whole without parts. Nabi is itself an avayava. Nabi itself is not only that, if you look at the nabi by itself, can you divide it into parts? I mean, like Sharmila Bhagini is saying, with all the piercings now, they are clearly dividing it in the culture today. Okay. Right. Now you answer this question. which word will you use for the top of the nabi? Top, usually we will out of this. You will say urdhva. Urdhva, but not urdhva bhagam, adho bhagam, dakshinata, vamata. These are the four words which you can come. Right? The word purva cannot come. Yeah. Purva cannot. Prior to purva, there is no prior to nabi. But adhara can come out there. Deeper part of the belly. Yeah, adharam can come. I'm not disputing that. But purvam cannot come there. You can have urdhva bhaga, dakshina bhaga, vamata bhaga, adhara bhaga. Uttara also cannot come. Uttara, where will you go for Uttara? Correct. Okay. So these four words correct. Satya Mahadeva, I get it. अत्र अधिकरण इत्यस्य प्रयोजनं किं तद् शर्मला गीताञ्जलि भगिनी पठतु अधिकरणे इत्यस्य प्रयोजनं किम् एकाधिकरणे पराधरोत्तरमेकदेशिनैकाधिकरणे इति सूत्रे एकाधिकरणे इत्यस्य प्रयोजनं किम् एकत्वसङ्ख्या विशिष्टः चेत् एव अवयवी इति स्वीक्रियते अवयवी एकवचनान्तः भवेत् एकत्वसङ्ख्याविशिष्टेन अवयविना सह समासः भवति किन्तु बहुत्वसङ्ख्याविशिष्टः अवयवी चेत् समासः न भवति यथा पूर्वश्छात्राणाम् इति उदाहरणे अवयवी छात्राणां बहुवचने अस्ति अतः समासः न भवति अत्र छात्राणां समुदायः अवयवी अस्ति परन्तु एकवचने नास्ति अतः समासः न भवति पूर्वच्छात्राणाम् इति भिन्ने पदे सः अत्र केवलं सन्धिः एव कृतः ऐ थिङ्क् तत्रैव एकवचन स्टक् इन् मै हेड् महोदय इत्युक्ते तत्र सङ्ख्याविशिष्टम् अस्ति इति वार्ता अस्ति एकत्वसङ्ख्याविशिष्टः चेत् एव अवयवी इति स्वीक्रियते इत्युक्ते यदि बहवः अवयवी चेत् तत्र समासः कथं भवनीयम् इत्युक्ते यथा तत्र दत्तं पूर्वच्छात्राणाम् इत्युक्ते छात्राणां तु बहुत्र भवितुम् अर्हन्ति चेत् एकत्र नास्ति चेत् एकमेव एकदेशी न भवितुं न अस्ति वयं न जानीमः एकत्र अस्ति वा न वा चेत् एकवचने एव स्वीकरणीयम् इति मम अवगतं महोदय तत्र भगिनी एकमेव मुख्यविषयः अस्ति अवयवी बहुत्वसङ्ख्या अस्ति कृत्वा अवयवम् एकस्मिन् स्थले न दृश्यते छात्राणाम् इति बहुत्वसङ्ख्या अस्ति तत्र छात्राणाम् अवयवं न वक्तुं शक्यते किन्तु एक अवयवं कस्मिन् जायते छात्रा इति छात्राः इति बहुवचने अस्ति अवयवम् एकः अस्ति तस्य योजनं कस्य छात्रां प्रति गच्छति इति संशयम् उदेति न तत्र बहुत्व अवयवी अस्ति चेत् किन्तु एक एव अवयवी अस्ति छात्रः इति एकत्वसङ्ख्या अस्ति तस्य छात्रस्य शिरः इति अवयवी भवितुम् अर्हति किन्तु शिरः छात्राणाम् इति वक्तुं न शक्यते न? सत्यं महोदय, इत्युक्ते सब्स्ट्राटं यत् अस्ति तद् एकमेव भवेत् इति एव. तस्य तस्य अवयवीरूपेण बहुत्वं भवितुम् अर्हति. अवयवाः बहुधा भवितुम् अर्हति, किन्तु अवयवी एकमेव भवति. अवयवी इत्युक्ते एकमेव. अग्रिमपरिच्छेदं. यद्यपि पूर्वोक्तान् पूर्व अपर अधर उत्तर च शब्दान् विहाय अन्यैः एकदेशवाचिभिः शब्दैः सह अह्ना इति शब्दस्य पूर्वापराधरोत्तर एकदेशिनैकाधिकरणे इति सूत्रेण समासः न भवति, तथापि सूत्रे पठितेभ्यः शब्देभ्यः भिन्नानाम् एकदेशभूतानां शब्दानां समासस्य स्वीकारः दृश्यते. यथा मध्याह्नः, सायाह्नः इत्यादयः. एतेषां समासानां समर्थनं कथम्? तत्र अत्र तु सूत्रे तु पूर्वपराधरोत्तरमेकदेशिन देशिनैकाधिकरणे अत्र तु चत्वारि पदानि सन्ति, इत्युक्ते पूर्व अपर अधर उत्तर तेन समस्यन्ते इति सूत्रेण. किन्तु लोके मध्याह्नः अपि च सायाह्नः इति अपि सन्ति. कथं तस्य समर्थनं कथं करणीयम् अग्रे दत्तं तदेव. उमा, धन्यवादः भगिनी. उमा भगिनी पठति वा? सर्वोप्येकदेशे अन्नाः समस्यते. पूर्वस्य अन्नस्य अहन् अन्यतरस्यां ज्ञौ इति सूत्रमेव ज्ञापकमस्ति. तस्य प्रमाणमस्ति संख्या विसाय पूर्वस्य अन्यतरस्यां ज्ञौ इति सूत्रं संख्या विसाय पूर्वस्य अन्नस्य अन्यतरस्यां ज्ञौ इति सूत्रं वदति. संख्यावाचिशब्दस्य परस्य द्विशब्दस्य परस्य संख्यावाचिशब्दात् परस्य द्विशब्दात् परस्य तथा सायशब्दात् परस्य अन्नशब्दस्य मी प्रत्यये परे विकल्पेन अहन् आदेशः भवति इति. संख्यावाचिशब्द देन् वि शब्द अण्ड् देन् सायशब्द अन्नशब्दस्य ञीपस्य परे अस्ति चेत् विकल्पेन अहन् आदेशः भवति. अहन् आदेशः कुत्र स्थाने? अन्नस्थाने इच्छति. यदा अन्नशब्दः समासस्य उत्तरपदे आगच्छति तदा तस्य समस्तपदस्य पूर्वपदं कश्चन संख्यावाचिशब्दः अस्ति, यथा एक द्वि त्रि आदयः. उत द्विशब्दः अस्ति, उत छायशब्दः अस्ति. तर्हि सप्तमी एकवचनस्य णी प्रत्ययपरे अन्नशब्दस्य वैकल्पिकः अहन् आदेशः. ओके, अतः एव यन्नः यन्नः सायन्नः इति समस्तपदानि लभ्यन्ते. ओके, सो पञ्चवाच्यशब्दः द्विशब्दः अण्ड् देन् वन् साय साय सायशब्दः उत्तर उत्तरपदे उत्तरपदस्य स्थाने नी सप्तमी एकवचनम् अस्ति चेत् सप्तमी न सप्तमी एकवचनः अस्ति चेत् अहन् आदेशः भवति अन्न इति पदस्य स्थाने. तस्मादेव लिङ्गेट् सायान्नः व्यन्नः व्यन्नः इति समस्तपदानि अत्र सूत्रं किं वदति भगिनि? सिं सङ्ख्याशब्दः इति एक द्वि त्रि इत्यादिनः वि इति पूर्व प्रत्ययं पूर्वनिपातम् क्युकि अत्र प्रातिपदिकम् इति स्वीकृत्य उपसर्गं न वक्तुं शक्यते, निपातः एव वि इति निपात. एवं साया इति शब्दः. एतानि त्रीणि अन्यतमा अस्ति चेत् उत्तरपदम् अह्न अस्ति चेत् सप्तमी प्रत्ययं योजयितुं योजयत समये यत्र योजयति भवति तस्मिन् समये अह्न इति पदस्य वैकल्पिकरूपेण अहन् अपि आदेशः भवितुमर्हति इति कृत्वा रूपद्वयं दृश्यते, अह्न अथवा अहन् इति उत्तरपदं. पूर्वपदं सङ्ख्याशब्द विशब्द सायाशब्द इति अन्यतमशब्दमस्ति भवितुमर्हति इति कृत्वा द्वि अह्नः इति पदे सप्तमी एकवचने द्वि अहनि इति द्विहनि इति एकं रूपं भवति, द्विहन्नः अह्नि इति द्वितीयं, व्यन्नः व्यन्नि व्य अहनि इति रूपद्वयम्, एवमेव सायाह्नि अथवा सायाहनि इति रूपद्वयं तत्रापि. यस्मिन् सूत्रे आम् इति कारणतः इति कारणतः साया अपि पूर्वापरादर उत्तरम् इति चत्वारि पदानि विह तस्य साया मध्य इत्यादि आचार्येण उक्तम् इति कृत्वा साधु भवति. प्रश्नः अस्ति न यदा मध्याह्न सायाह्न इत्यादयः एतेषां समर्थानां कथं भवति इति. अत्र सूत्रे आचार्येण उक्तत्वात् आदेश बलेन आदेशबलेन रैट् आदेशबलेन भवितुम् अर्हति. अग्रिमं पठतु, अग्रिमपरिच्छेदम्. उपरितनसूत्रे सायम् अन्नः इति विद्यते सति सायान्नः इति समासः दृश्यते. अलौकिकविग्रहः भवति. साय योगः सु, अहन् योगः न्यस् इति. यथा पूर्वाह्ने इत्यत्र प्रक्रिया आसीत् तथैव अत्रापि सायोगः अहम् इति ते स्थितौ राजाः सखिं तिष्ठत् इत्यनेन तत्पुरुषसमासस्य उत्तरपदरूपेण अहं विद्यते चेत् तस्मात् षट् इति समासान्तप्रत्ययः विधीयते. साय योगः अहन् योगः टच् इति भवति. अधुना अन्नोनः एतेभ्यः इति सूत्रेण यस्मिन् समस्तपदे सर्वशब्दः सङ्ख्यातः शब्दः एकदेशवाचकः शब्दः उत अव्ययवाचकः वाचकः शब्दः पूर्वपदरूपेण विद्यते तथा अहं शब्दः उत्तरपदरूपेण विद्यते तस्मात् समासान्तप्रत्यये प्राप्ते अहं शब्दस्य अन्न आदेशः भवति. सो दिस् ऐ अण्डर्स्टुण्ड् अहैषवः अन्न आदेशः आगच्छति. बट् दिस् इट् इस् राजाशक्ति अहशक्ति सायायोगः अहन् योगः इति स्थिते सत्पुरुषसमासान्तसूत्रं भवति टच् विधानं भवति राजा अह सखिभ्यश्टच् इति प्रथमसोपानम्. अतः तत्र किं भवति तत्र टच् इति आयाति चेत् तत्र अहन् शब्दस्य अन्तस्य लोपः भवितुम् अर्हति. So, Nakara will go totally. You will have only Saya plus Aha if you are straight away applying touch. Okay. But you are Akara Nakara yo lopo bhavati na touch vidana anandaram. Only Akara tishtati. Tadna ishyate. That is not decided because Nakara should be there, then only Ahana will become or Ahan will come. Okay. So the Nakarasya prabhavena eva Ahan or Ahana bhavati. सो नकारलोपं न भवितुम् अर्हति न इष्यति. देर्फोर् देर् इस् अ सूत्र काल्ड् देर्फोर् द स्पेशल् सूत्र हेस् टु बि यूस्ड् अह्नो न एतेभ्य. देट् इस् अ स्पेशल् सूत्र इन्स्टेड् आफ् भासम्यस्य तस्य लोप इति प्रबाद्य तस्य स्तने अह्नो न एतेभ्य इति सूत्रं कार्यं करोति. तत्र किं वदति अस्मिन् सूत्रे किं सङ्ख्यातशब्दः एकवाच एकदेशवाचकशब्दः अवयव अव्ययवाचकशब्दः अस्ति चेत् तत्र उत्तरपदम् अहन् शब्दस्य अह्न आदेशः भवति. सो सायायोग अहन् तत्र सायायोग अहन् विल् बिकम् सायायोग अह्न. Right? That is all. So that means the Raja Raja Sakimdashtat, that Sutram is not required here. Right, Sayam? No, no. That Sutram is applicable, but then this Sutram which is a subsequent Sutra, no, that is a Sutra which is before that. If you look at it, 91 is Raja Sakimdashtat. Right? Mm. Mm. Whereas this one is 88. Okay. So, Purva Sutram agachati. Right. Because, Anena Edebhya iti Sutrena Yasmin Samastapade Sarva Shabdaha Sankhyata Shabdaha Ekadesha Vachaka Shabdaha Ataha Avyaya Shabdaha Vachaka Asti Chet Purva Pada Rupena Vidyate Tada अहन् शब्दस्य उत्तरपदरूपेण विद्यते तस्मात् समासान्तप्रत्ययप्राप्ते अहन् शब्दस्य अह्न आदेशः भवति. सो दिस् इस् ओन्लि वेन् द समासान्तप्रत्यय टच् ईस् लैक्लि टु कम् बट् द पूर्वपदम् इस् पूर्वपदं शुड् बि वन् आफ् द कण्डीशन्स् इट् शुड् बि सर्वशब्द सङ्ख्यातशब्द एकवदेशवाचकशब्द or Abhyaya Shabda. In these four conditions, the Uttarapadam Ahan will get an Adesha of Ahna. So, touch Vidhanam na Bhavati. You know, Mahoday, touch is coming there. It's continuous. Yeah. We did the Adesha and then... Adesha only, Ahan Sade, Ahna Adesha Bhavati, right. Yeah, and then... Then the last touch, okay. Then, Uma Bhagini, continue that. Adhiyam Bhagini. Saya Yogaha, Ahan Yogaha Touch. It is Sitao, Sayam. It is Padam, Yeka Desha Vachakam Asti. Uttarapade, Ahan, it is Shabdaha Vidyate. तस्य समासान्तप्रत्ययः अपि विद्यते इत्यतः अहं शब्दस्य अन्न इति आदेशः भवति. सायुगः अन्न योगः अ अग्रे यस्य यस्येति च इत्यनेन भसंज्ञस्य अङ्गस्य आवर्णस्य ईवर्णस्य च ईकारे परे ईकारे परे ईकारे परे ईकारे परे तद्विधप्रत्यये परे च लोपः भवति. अन्न इत्यस्य अन्तिमस्य अकारस्य लोपः भवति. अप सायुगः अन् युग आ अत्र अ अकः सवर्णे दीर्घः इत्यनेन सवर्णदीर्घसन्धिं कृत्वा सायान्नः इति प्रातिपदिकं सिद्धं भवति. सो दट् मीन्स् so that's pretty suppose you include the sattva saaya yoga adan yoga that means akara saaya yoga anna yoga akara agre yasyeti cha ityanena basandhyasya angasya avarnasya बासम् अन्न इति आ अकारः अस्ति स्व अन् इति आगच्छति अहं अस्म् इति आगच्छति बट् अहन् अहन् हन् अकार नकार स्व अह् तिष्ठति हियर् वी हेव् टु सी देट् इफ् वि अप्लै राजा सगिप्यष्टच् directly in the saya yoga ahan what will happen the yasyeti cha sutram will remove the an akara and nakara so you will get saya yoga aha so saya yoga aha is not the ishtarupam because ahan shabdasya prasakti eva nasti tatra. So, the Purva Sutram will apply before Raja Sagipya Stach. Ahno na Yedebhya Sutram will do what? The Ahan Shabdasya Ahna Adesha Kutva An Iti Antima Rupasya Akara Meva Darshati. Because it brings the... See, if you look at Ahan, Akara Nakara. Whereas if you look at Ahna, it is Hakara Nakara Akara. The placement of the akara has shifted from the upada to the antima. Therefore tach vidhanam bhavati chet antima akarasya yasyeti cha iti sutrena lopam bhavati and then tach pratyayasya akara phir that will again come tatra. अत्र अकसवर्णे दीर्घ इत्यनेन कुत्र आयाति अकसवर्णे दीर्घ तत् सायायोग अहन् तत्र अकसवर्णदीर्घ आयाति नाट् इन् द एण्ड् साया अक अन्तिम अकार अस्ति अन्नस्य पूर्वपदम् अकारमस्ति सो अकार अकार अकसवर्णे दीर्घ इति सायान्नः इति भवति. अन्तिम अकारस्य यस्येति च इति सूत्रेण अपगच्छति तच् विधानानन्तरम् अकारस्य योजनं दुपा शीर्षे अगेन् कम्स् अगेन् सो यु गेट् सायान्नः इति अन्तिम अकार अकारान्तत् पदं प्रातिपदिकं सिद्ध्यति सायान्न इति भवति. इट् इस् केचिङ्ग् द सेम् थिङ्ग् अगेन् पुटिङ्ग् इट् बेक् बट् इन् अ डिफरेण्ट् प्रक्रिया दट्स् आल्. No, then, but if you are, but if you, what is the importance of agre yasyeti sutrasya prasaktihi atratah? Agre yasyeti cha sutram kim karoti? Akara ikara ikarasya pare taddida pratyaye pare asti ched lopa bhavati. Kasya lopa bhavati? Akara ikara ikara uttaravarti akarah lopah bhavati. Nakara uttaravarti akara. Yeah. Okay. अकार उत्तरवर्ति अकारस्य लोपः भवति. राइट. अधुना अधुना सायाह्न इति प्रातिपदिकात् सप्तमी विभक्तिः विधीयते चेत् सायाह्न योगः ङि इति भवति. संख्याविषायपूर्वस्य अन्नस्य अहन् अन्यतरस्यां नौ इति सूत्रेण अह् न इत्यस्य स्थाने अहन् इति आदेशः भवति विकल्पेन ङि इति प्रत्यये परे. सायाह् न योगः इ अथवा सायाहन् योगः इ इति भवति. ओके, सायाह्न इति प्रातिपदिकात् सप्तमी विभक्तिः विधीयते चेत् सायाह्न योगः ङि इति भवति. संख्याविषायपूर्वस्य अन्नस्य अहन् अन्यतरस्यां ङौ इति सूत्रेण अह् न इत्यस्य स्थाने अहन् इति आदेशः भवति विकल्पेन ङि इति प्रत्यये परे. ओ दट्स् वाट् द सूत्र इस् सेयिङ्ग्. ओके, संख्या वि साय पूर्व पूर्वस्य अहन् इत्यस्य अहन् न अन्नस्य अहन् अन्यतरस्यां ङौ. ओके, अह्नस्य अहन् अह्नस्य अहन्. सो अह्न इत्यस्य स्थाने अहन् इति आदेशः भवति विकल्पेन ङि प्रत्यये परे. सो सायाह्न योगः इ इति स्थिते सायाहन् भवति, सायाहन् योगः इ इति भवति. आं महोदय, रूपद्वयं रूपद्वयं आम् ओ विकल्पेन भवति इति चेत् विकल्पेन अन्यतरस्याम् अस्ति न अन्यतरस्याम्. आं महोदय, अन्यतरस्यां इति सूत्रेण. सो सायाह्न योगः इ अपि भवितुमर्हति, सायाहन् योगः इ इति अपि भवितुमर्हति. ओके, अधुना विभाषाङ्गिष्योः इति सूत्रेण अन् यस्य अन्ते अस्ति तादृशस्य भसंज्ञकस्य अङ्गस्य उपदा अकारस्य ङि प्रत्यये षि प्रत्यये वा परे विकल्पेन लोपः भवति. विभाषाङ्गिष्योः 6-4. ओके, 6-4 वन्टर् सिक्स्. ओ या या या राजा या ओ रा या राजनी अण्ड् राज्ञी. ओके, सायाहन् योगः इ अस्यां स्थितौ विभाषाङ्गिष्योः इति सूत्रेण अकार उत्तरवर्तिनः अकारस्य लोपः विकल्पेन भवति ङि प्रत्यये परे. सायाहन् इति सायाह् भवति, हकार उत्तरवर्ति अकारः लोपः भवति. सायाह् न् योगः इ सायाह्नि भवति अथवा सायाहनि. संहत्य त्रीणि रूपाणि भवन्ति सप्तमी विभक्तौ एकवचने. सायाह्ने सायाह्नि सायाहनि इति. तत्र सी सायाह्ने वाट् इस् द लास्ट् प्रक्रिया, दट् पदान्तप्रक्रिया किम् अस्ति? सायान्न इति अकारान्तम् अस्ति, तत्र ङि ईकारयोजनेन अकार इकारस्य गुणं भूत्वा ए भवति. सायान्ने इति प्रथमरूपम् अकार अस्ति. यदि विभाषा ङि स्युः देन् वाट् हेपन् द अकार इस् लोप. So when akara lopa happens, then what happens, then you get a, then you get a rupa sayahni iti or sayahani iti rupa dvayam. So you get sayahne, sayahni or sayahani iti trini rupani. Okay. So this is only in the case of saptami ekavachanam. Whereas here, in this case, it is not specific to Saptami Ekavachanam. Which sutra which we applying? This one, no? Ahnona Etepya. That is applicable for all the rupas. And that Tachvidanam Bhavati. So there you get Sarvasu, for all the Pratipadikam will be the one rupam only. What will be that? Sayana iti. प्रातिपदिकं द सायान इति प्रातिपदिकं तदनन्तरं सु औज समौचस् दट् प्रत्यय विल् अप्लै रैट् बट् अहन् इति नपुंसकलिङ्गम् अस्ति कृत्वा नपुंसकरूपाणि एव भवन्ति. Whereas in the saptami ekavachanam, by the time when it comes to saptami ekavachanam, there is a vishishta sutram, vibhasha nishyau. For saptami ekavachanam alone you will get three rupas, whereas for prathama to saptami dvivachanam bahuvachanam included other than the ekavachanam, then you have the sayahan with a napumsakalinga pratyayas. यावत् पर्यन्तं समासः न भवति तावत्पर्यन्तं प्रथमाविभक्तौ सायाह्नः इति पदम् अपि न सिद्ध्यति. यावत्पर्यन्तं समासः न भवति तावत्पर्यन्तं प्रथमाविभक्तौ सायाह्नः इति पदम् अपि न सिद्ध्यति. अतः पाणिनिसूत्रम् एव ज्ञापकम् अस्ति यत् सायम् इति अवयववाचिना शब्देन सह अहन् इति शब्दस्य समासः भवति इति. पाणिनीयसूत्रस्य ज्ञापनेन यः ज्ञापितः भवति यत् अन्ये अवयववाचिशब्दाः अपि अन्न इति शब्देन सह समस्यन्ते, एकदेशी समासः च भवति इति. तात्पर्यं यत् सर्वे एकदेशवाचकशब्दाः अन्न इति शब्देन सह समस्यन्ते, एकदेशी समासः च भवति. प्रतिध्वनिः श्रूयते. अतः एव मध्याह्नः सायाह्नः इत्यादयः समासाः दृश्यन्ते लोके. प्रथमाविभक्तौ सायाह्नः इति पदम् अपि न सिद्ध्यति. ओके. What did we get in Pratama? Yavat Paryantam. Ekekam Vakyam Patadu. Yavat Paryantam Samasaha Na Bhavati, Tavat Paryantam Pratama Vibhaktau Sayaknaha Iti Padam Api Na Siddhyati. Kena Karane Na? Sayaknaha. How did we get Ahan Shabdasya? You will have Sayam plus Ahan. That's all the two things. Samasa nasti na. So padat dvayam bhavati. Sayam, purvapadam. Ahan iti uttarapadam. Okay. So you don't get sayana iti rupam. Samasa padam nasti. Oh. That is what is saying. Yavat paryantam samasa na bhavati. So padat dvayam bhavati. तावत् पर्यन्तं प्रथमाविभक्तौ इति एकपदं सायान इति समस्तपदं न भवितुम् अर्हति, न सिद्ध्यति. अतः पाणिनिसूत्रमेव ज्ञापकम् अस्ति यत् सायम् इति अवयववाचिना शब्देन सह अहन् इति शब्दस्य समासा भवति इति. सो पूर्व अपर अधर उत्तर एकदेशी एकाधिकरणे इति सूत्रे सायम् इति शब्दं नास्ति एव. किन्तु पाणिनिसूत्रे अस्ति ज्ञापकत्वात् तत्र सायान्न इति समस्तपदं शास्त्रसिद्धं भवति आचार्येण उक्तत्वात्. पाणिनिसूत्रस्य ज्ञापकेन यः ज्ञापितः भवति चेत् अन्य अवयववाचिना शब्दः अपि अन्न इति शब्देन सह समासस्य समस्यन्ते, एकदेशी समासः च भवति. सो नौ हि वी सिन्स् हि हेस् डन् इट् दिस् वे, सो इन्स्टेड् आफ् साया वी केन् यूस् द वर्ड् मध्ये आल्सो. तात्पर्यं यत् वाचकशब्दाः अह्न इति शब्देन सह समस्यन्ते, एकदेशी समासः च भवति. सो इफ् द अहन् अह्न शब्दस्य एकदेशत्वं सूचयितुं किमपि पदं योजयितुं शक्यते. इट् इस् नाट् ओन्लि पूर्वापर अधर मध्यम साय एक्सेट्रा. इफ् यु वाण्ट् टु से दट् प्रह नो वाट् यु काल् द टैम् एनि अदर् एस् ए अवयववाचि शब्दमस्ति चेत् एकदेशित्वम् एकदेशीना एकदेशः सम्बन्धं दृश्यते चेत् तत्र समासं भवितुम् अर्हति इति. अतः एव मध्याह्न सायन इत्यादय समासा दृश्यन्ते लोके. So that is the justification for it. Then there is Kechana Vayyakarana. Kechana Vayyakarana ha manyante yat asya sutra se nyapakam sarvesham kalavachaka shabdanam krite api prasaktam asti iti. Anena karanena. Oh. 1 minute. I lost my internet. Suddenly it rained here. महोदय तत्करपत्रम् अस्माकं पार्श्वे नास्ति न महोदय. अस्ति न अस्ति अत्र 7 point समासस्य 3A इति पश्यति चेत् प्रक्रिया सर्वं दत्तं तत्र आं तत्र there is that expansion is there. Then yeah. you will see the table. Can you see now? Not yet, Mohdia. Not yet. Your Kundalini. It is catching. It is not showing. Karapatra, I can read, Mohdia. I can see the Karapatra. Okay. Yeah, it has come now. Kechit Vayyakarana. केचित् वैयाकरणाः मन्यन्ते यत् यत् अस्य सूत्रस्य ज्ञापकं सर्वेषां कालवाचकशब्दानां कृते अपि प्रसक्तम् अस्ति इति. अनेन कारणेन न केवलम् अहन् इति शब्देन सह सर्वे अवयववाचिनः समस्यन्ते, अपि तु सर्वैः कालवाचकशब्दैः सह एकदेशिनः सुबन्ताः समस्यन्ते, एकदेशिसमासः च भवति. अतः एव रात्रेः मध्यं मध्यरात्रेः रात्रेः पश्चिमं पश्चिमरात्रः इत्यादीनि समस्तपदानि सिद्धानि भवन्ति. सर्वेषां कालवाचकशब्दानां कृते अपि प्रसक्तम् अस्ति. तदेव केवलं पूर्व अपर अदरतरम् इति नास्ति. तत्र एकदेशिना कालवाचकशब्दैः सह भवितुमर्हति समासः. सो सूत्रस्य व्याप्ति कालवाचिकिनाम् अपि भवितुमर्हति इति एव तस्य व्याप्ति सर्वे आं महोदय कालवाचकशब्दैः सह एकदेशिनः सुबन्ताः समस्यन्ते, एकदेशिसमासः च भवति. अतः एव रात्रेः मध्यं मध्यरात्रेः रात्रेः मध्यं मध्यरात्रः दट् इस् नो महोदय इट् लुक्स् लैक् तत्पुरुष ऐ मीन् षष्टि तत्पुरुष रादर् देन् रात्रेः मध्यम् इस् जस्ट् लौकिकविग्रहवाक्य लौकिकवाक्य विग्रहवाक्य मध्यरात्रे समस्तपदानि एकदेशसम्बन्धः. Okay, so we'll stop here. Okay, there are three more sutras which, because what is the new sutra which we added is this one, Sankhya Purvam Ratre Klebam is the new sutra which Bhagini has added. That Sankhya Purvam Ratram Klebam Iti Vartikam Nasti Apitu Lingashnu Shasanasya Sutra Yasmin Samase Sankhya Vajaka Shabda Padam Purva Padam Asti Apicha उत्तरपदं रात्रशब्दः अस्ति तर्हि समासः नपुंसकलिङ्गे भवति इति. सि अर्लियर् वि सेड् रात्रि इस् ए पुंसि भवति. सो दिस् वन् सेस् क्लीबं नपुंसकलिङ्गे भवति इति. अयं नियम रात्रा अहना हना पुंसि इत्यस्य अपवादः अस्ति. अतः द्वयोः रात्रे समाहारा द्विरात्रम् एवमेव त्रिरात्रं चतुर्रात्रम् इत्यादि. Okay, we'll stop here. Dhanyavada, namaskara. So next week, half an hour advance, we'll do that. Namaskara, I'm sorry.